पद्मपुराणं खण्डं 6 उत्तरखण्डम् अध्यायं 33 नारद उवाच शनिपीडा कथं याति तन्मे वद सुरोत्तम त्वन्मुखा श्रूयते यद्वै तेन जन्तुप्रमुच्यते महादेव उवाच देवर्षे शृणु वृत्तान्तं तेन मुच्येद बन्धनाद् ग्रहाणां ग्रहराजोऽयं सौरिः सर्वमहेश्वरः अयं तु देवो विख्यातकालरूपी महाग्रहः जडिलो वज्ररो मा च दानवानां भयङ्करः तस्याख्यानं च लोकेऽस्मिन् प्रथितं नास्ति वै प्रभो मया गुप्तं विशेषेण नोक्तं हि कस्यचित् कदा रघुवंशेदि विख्यातो राजा दशरथः पुरा चक्रवर्ती महावीरसप्तद्वीपाधिपो भवद कृत्तिकान्ते शनिं ज्ञात्वा दैवज्ञैर्ज्ञापितो हि सः रोहिणीं भेदयित्वा च शनिर्यास्यति साम्प्रतम् शाकडम्भेदमत्युग्रं सुरासुरभयङ्करं द्वादशाब्दं तु दुर्भिक्षं भविष्यति सुदारुणं यदच्छ्रुत्वा तदो वाक्यं मं त्रिभिः सह पार्थिवः मं त्रयामास किमिदं भयङ्करमुपस्थितम् आकुलं च जगदृष्ट्वा पौरजानपदादिकं ब्रुवन्ति सर्वतो लोकाः क्षय एष समागतः देशासनगरा ग्रामा भयभीता समं ततः पप्रच्छप्रयदो राजा वसिष्ठप्रमुखान् द्विजान् संविधानं किमत्रास्ति ब्रूद मां हि द्विजोत्तमाः वसिष्ठ उवाच प्राजापत्यमृक्षमिदं तस्मिन् भिन्ने कुतः प्रजाः अयं योगो ह्यसाध्यस्तु ब्रह्म शक्रादिभिस्तथा इति सञ्चित्य मनसा साहसं परमं महद समादाय धनुर्दिव्यं दिव्यायुधसमन्वितं रथमारुह्य वेगेन गदो नक्षत्रमण्डलं सपादं योजनं लक्ष्यं सूर्यस्योपरि संस्थितं रोहिणी पृष्ठमास्थाय राजा दशरथपुरा रथे तु काञ्चने दिव्ये मणिरत्नविभूषिते हंसवर्णहयैर्युक्ते महाकेतुसमुच्छ्रये दीप्यमानो महारत्नैः किरीडमुकुटोज्ज्वलः बभ्राज स तदा काश्ये द्वितीय इव भास्करः आकर्णपूर्णा चापेदु संहारास्त्रं न्ययोजयत संहारास्त्रं शनिर्दृष्ट्वा सुरासुरभयङ्करं हसित्वा तद्भयात् सौरिदं वचनमब्रवीद शनिरुवाच पौरुषं तव राजेन्द्र परं रिपुभयङ्करं देवासुर मनुष्याश्च सिद्धविद्याधरोरगाः मया विलोकिता राजन् भस्मसाच्च भवेन्ति ते तुष्टोऽहं तव राजेन्द्र तपसा पौरुषेण च वरं ब्रूहि प्रदास्यामि मनसा यत्किमिच्छसि दशरथ उवाच रोहिणीं भेदयित्वा तु न गन्तव्यं कदाचन सरिदस्सागरा यावत्यावच्चन्द्रार्कमेदिनी याचितं तु मया सौरे नान्यमिच्छामि ते वरम् एवमस्तु शनिप्राह वरं दत्त्वा दुशाश्वतम् पुनरेवाब्रवीतुष्ठो वरं वरय सुव्रत प्रार्थयामास हृष्टात्मा वरमन्यं शनेस्तदा न भेत्तव्यं हि शकडं त्वया भास्करनन्दन द्वादशाब्दं तु दुर्भिक्षं न कर्तव्यं कदाचन शनिरुवाच द्वादशाब्दं तु दुर्भिक्षं न कदाचिद्भविष्यति कीर्तिरेषा त्वदीया च त्रैलोक्ये विचरिष्यति वरद्वयं तु सम्प्राप्य हृष्टरोमा च पार्थिवः रथोपरि धनुर्मुक्त्वा भूत्वा चैव कृताञ्जलि ध्यात्वा सरस्वतीं देवीं गणनाथं विनायकं राजा दशरथस्तोत्रं सौरेरिदमधाब्रवीद दशरथ उवाच नमः कृष्णाय नीलाय शितिकण्ठनिभाय च नमः कालाग्निरूपाय कृतान्ताय च वै नमः नमो निर्मांसदेहाय दीर्घश्मश्रुजडाय च नमो विशालनेत्राय शुष्कोदरभयाकृते नमः पुष्कलगात्राय स्थूलरोम्णेध वै नमः नमो दीर्घाय शुष्काय कालदंष्ट्र नमोऽस्तु ते नमस्ते कोडराक्षाय दुर्निरीक्ष्याय वै नमः नमो कोराय रौद्राय भीषणाय कपालिने नमस्ते सर्वभक्षाय वलीमुख नमोऽस्तु ते सूर्यपुत्र नमस्तेऽस्तु भास्करे भयदाय च अधो दृष्टे समस्तेऽस्तु संवर्तक नमोऽस्तु ते नमो मदङ्गदे तुभ्यं निस्त्रिंशाय नमोऽस्तु ते तपसा दग्धदेहाय नित्यं योगरताय च नमो नित्यं क्षुधार्ताय अदृप्ताय च वै नमः ज्ञानचक्षुर्नमस्तेऽस्तु कश्यपात्मज सूनवे तुष्टो ददासि वैराज्यं रुष्टो हरसि तत्क्षणाद देवासुरमनुष्याश्च सिद्धविद्याधरो रगाः त्वया विलोकिता सर्वे नाशं यान्ति समूलतः प्रसादं कुरु मे देव वरार्होऽहमुपागतः एवं स्तुतस्तदा सौरिर्ग्रहराजो महाबलः अब्रवीत् च पुनर्वाक्यं हृष्टरो मादु भास्करिः तुष्टोऽहं तव राजेन्द्रस्तवेनानेन सुव्रत वरं ब्रूहि प्रदास्यामि स्वेच्छया रघुनन्दन दशरथ उवाच अद्य प्रभृति ते सौरे पीडाकार्या न कस्यचित् देवासुरमनुष्याणां पशुपक्षिसरीसृपाम् शनिरुवाच गृह्णन्ति दिग्रहाः सर्वे ग्रहाः पीडाकरा स्मृताः अदेयं याचितं राजन् किञ्चिद्युक्तं वदाम्यहं त्वया प्रोक्तमिदं स्तोत्रं यः पठिष्यति मानवः एककालं द्विकालं वा पीडामुक्तो भवेत् क्षणाद देवासुरमनुष्याणां सिद्धविद्याधरक्षसां मृत्युं मृत्युगतो दद्यां जन्मन्यन्ते चतुर्धके यः पुनः श्रद्धया युक्तशुचिर्भूत्वा समाहितः शमीपत्रै समभ्यर्च्य प्रतिमां लोहजां मम मा शौदनतिलैर्मिश्रं दद्याल्लोहं च दक्षिणां कृष्णां गां वृषभं वापि यो वै दद्यादिव जादये मद्दिने दुविशेषेण स्तोत्रेणानेन पूजयेत् पूजयित्वा जपे स्तोत्रं भूत्वा चैव कृताञ्जलि तस्य पीडा न चैवाहं करिष्यामि कदाचन गोचरे जन्मलग्ने वा दशास्वन्तर्दशासु च रक्षामि सततं तस्य पीडां चापि ग्रहस्य च अनेनैव विधानेन पीडामुक्तं जगद्भवेत् एवं युक्त्या मया दत्तो वरस्ते रघुनन्दन वरत्रयं तु सम्प्राप्य राजा दशरथस्तदा मेने कृतार्थमात्मानं नमस्कृत्य शनैश्चरं शनिना चाभ्यनुज्ञातो रथमारुह्य वेगवान् स्वस्थानं गतवान् राजा प्राप्तश्रेयो भवत्तदा य इदं प्रादरुद्धाय शनिवारे स्तवं पठेत् पढ्यमानमिदं स्तोत्रं श्रद्धया यशृणोति च नरः समुच्यते पापात् स्वर्गलोके महीयते इति श्रीपाद्मे महापुराणे उत्तरखण्डे उमापतिनारदसंवादे दशरथहृदशनिस्तोत्रं नाम त्रयस्त्रिंशोऽध्यायः ॐ